पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 87 महेश्वर उवाच चैत्रे तु चम्पकेनैव जातिपुष्पेण वा पुनः पूजनीयप्रयत्नेन केशवक्लेशनाशनः दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा पूजयेज्जगदामीशं विष्णुं सर्वेश्वरेश्वरं शतपत्रैस्तथा दिव्यैरक्तैर्वा सुसमाहितः पूजयन्ति नरा विष्णुं चैत्रमासे सुरेश्वरी वैशाखे तु सदा देवी ह्यर्चनीयो महत्प्रभुः केतकीपत्रमादाय वृषस्थे च दिवाकरे येनार्चितो हरिर्भक्त्या प्रीतो मन्वन्तरं शतं ज्येष्ठे मासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेत् पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः कृत्वा पापसहस्राणि महापापशतानि च तेऽपि यास्यन्ति भो देवि यत्र विष्णुश्रिया सह आषाढे मासि सम्प्राप्ते पूजां कुर्याद्विशेषतः करवीरैरक्तपुष्पैस्तथाब्जायैर्वा सदा नराः पूजां कुर्वन्ति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः जातरूपनिभैर्विष्णुं कदम्बकुसुमैस्तथा येऽर्चयिष्यन्ति गोविन्दं न तेषां सौरिजं भयं खनागमे खनश्यामकदम्बकुसुमार्चितः ददाति वाञ्छिदान् कामान्यावदिन्द्राश्च दुर्दश यद्धा पद्मालयां प्राप्य प्रीतो भवति माधवः कदम्बकुसुमं लब्ध्वा प्रीतो भवति लोककृद तुलसी कृष्णतुलसी वञ्चुलैर्वा सुरेश्वरी सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः श्रावणे मासि सम्प्राप्ते येऽर्चयन्ति जनार्दनम् अदसी पुष्पमादाय तथा दूर्वादलेन तु नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः ददाति विपुलान् कामान्यावदाभूत सम्प्लवम् भाद्रमासे दुसम्प्राप्ते शृणुत्वं नगनन्दिनि चम्पकैर्वा श्वेतपुष्पैः रक्तसिन्धूरकैस्तथा कह्लारैर्वा महादेवि सर्वकामफलं लभेद अश्विने वै शुभे मासे कर्तव्यं विष्णुपूजनं यूधिकानवजादिभिस्तथा नानाविधैः शुभैः पूजनीयप्रयत्नेन भक्तिपूर्वं सदा जनैः पद्मान्येव समानीय यर्चयन्ति जनार्दनं धर्मार्थकाममोक्षांस्ते लभन्ते मानवा भुवि कार्तिके मासि सम्प्राप्ते पूजनीयो महेश्वरः यावन्ति ऋतुपुष्पाणि देयानि माधवस्य च तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत पूजिते सदि देवेशि अनन्दफलमश्नुदे बकुलपुष्पैः पुन्नागैश्चम्पकैर्वा जनार्दनं कार्तिके पूजयिष्यन्ति ते देवा न हि मानवाः मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः नानापुष्पैः स नैवेद्यैर्धूपैर्नीराजनैस्तथा मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेद् पौषमासे महादेवि स्वर्चनं शुभदं स्मृतं नानातुलसीपत्रैश्च मृगनाभिजलैस्तथा माघमासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेद पूजिते देवदेवेश वाञ्छितं लभते ध्रुवं कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः फाल्गुने चैव सम्प्राप्ते ह्यर्चनं माधवस्य च कृत्वा वासन्तिकीं पूजां पुष्पाण्यादाय सर्वशः नवीनैर्वाददेवेशि सर्वैर्वा पूजयेत्ततः पूजिते तु जगन्नाथे वैकुण्ठपदमव्ययं प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे मासिकपुष्पो नाम 87 ओम्।